नमस्कारः. लुट् लकारः इति करपत्रम् अनुवर्तते. अरुणा भगिनी कृपया तत्र कैश्चित् विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट् लकारः विधीयते इति तथारभ्य पठति वा. अरुणा भगिनी म्यूटेड् अस्ति. आम् आम् कृपया भगिनी. कश्चित् विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट् लकारः विधीयते. प्रथमसूत्रमस्ति अभिज्ञावचने लृट्. स्मृतिबोधक उपपदे सति भूत अद्यतनकाले धातोः लृट् लकारः भवति. स्मृतिबोधिनि उपपदे भूतनद्यतने धातोः लृट् स्यात् इति सिद्धान्तकौमुद्या. स्मरणार्थे उपपदसंज्ञकशब्दे सति अनद्यतनभूतकाले लृट् लकारः भवति. लङ् अपपादः. अभिज्ञास्मृति सा उच्यते अनेन इति अभिज्ञावचनं तस्मिन् सूत्रे वचनशब्दस्य अर्थः एवं यत् अभिज्ञा इति पदेव भवति इति न. स्मृतत्वे यत् किमपि पदं भवितुमर्हति, स्मरसि, पूज्यसे, चेतसि, चेतयसे इत्यादीनि पदानि सम्भवति. निदर्शने अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः. देवदत्त भवतः मनसि स्यात् यत् वयं काश्मीरे वसामः स्म इत्यर्थः. अभिज्ञावचने सप्तम्यन्तं रुट् प्रथमान्तं द्विपदविधं सूत्रम् अनद्यतने लङ् इत्यस्मात् अनद्यतने इत्यनुवृत्तिः प्रत्ययः परश्च धातोः भूते अनुवृत्ति सहितसूत्रमस्ति. सम्यक् प्रत्ययः परस्य धातोः भूते इति अधिकारः अस्ति. अनुभूतसहितमस्ति. अभिज्ञावचने अनद्यतने भूते धातोः लुट् प्रत्ययः परस्य. सूत्रं वदति श्रुतिबोधक उपपद अस्ति चेत् अत्र भूत अनद्यतनकाल धातोः अपि अस्ति, अपि लुट् लकार एव भवति. इदेव लङ् लकार अपवादः. सिद्धान्तकौमुद्यम् अपि अस्ति. स्तुतिबोधक बोधिनि उपपदे भूतनद्यतने धातोर् लुट् स्यात् इति. अत्र अभिज्ञावचने अर्थं दत्तं. स्मरणार्थम् उपसंज्ञकशब्दः अस्ति. अनद्यर्भूतकाले अभिज्ञा इति अर्थमस्ति स्मृतिः. सा उच्यते अनेन इति अभिज्ञावचनं. वचनमस्य अर्थं किमर्थम् अस्ति चेत् केवलम् अभिज्ञा इति पदे एव उपपदे भवति न. अन्यत् दातवः स्मृत्यर्थे किमपि पदं भवितुमर्हति. अत्र लुट् लकार अनद्यतने भूत अनद्यतकाले धातुत्व विधीयते. अन्यपदानि स्मरसि, बुद्ध्यसे, चेतयसे इत्यादि पदानि. किमस्ति अभिजानासि देवदत्त काश्मीरेषु वत्स्यामः. अत्र वत्स्यामः अपि लुट्लकारः अन्यविधं निकटमस्ति. देवदत्त भवतः मनसि स्यात् यत् वयं काश्मीरे वसामः स्म इत्यर्थः. सामान्यतया अभिज्ञावचने अस्ति चेत् अनद्यतने भूत अनद्यतने काले धातुतो लोट् लकार विधीयते. सम्यक् भगिनि? क्षम्यताम्, आं भगिनि, धन्यवादः. तर्हि गते सप्ताहे दत्तवन्तः वयं, प्रथमः तु लघु आसीत् अभिज्ञावचने, यत्र अस्ति उपपदमस्ति तत्र अनद्यतनकालार्थे भूतकाले तत्र लृट् लकारः नो चेत् लङ् लकारः अपि भवति इति. अस्तु भगिनि, धन्यास्मि. अग्रिमं पठामः वा? मणिमहोदय पठति वा महोदय. यत् शब्दस्य योगे स्मृतिबोधकपदस्य समीप्ये सामीप्ये सत्यपि भूत अनद्यनार्थे भूत अनद्यनार्थे लिट् लकारः न भवति. भूपदसमीकस्य मृत्यर्थकपदे सत्यपि यत् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लिट् लकारः न उदीयते. अभिज्ञानवचने लिरिट् इत्यस्य निषेधकसूत्रम्. एकवारं यदा अभिज्ञानवचने लिरिट् इति सूत्रं निषिद्धं तदा सामान्यसूत्रम् अनदिन लङ् इति न लङ् लकारः उदीयते. यदा अभिज्ञानासि कृष्ण यत् वने अभुञ्चामहि इति स्मरणसि कृष्णः यत् वने वयम् आकादम् लिट् लकारः भवति स्म. किन्तु यत् इति पदं यदा उपयुक्तं तदा लिट् निषेधः सति लङ् लकारः विहितः. अत्र अभुञ्चामहि इति भुज् धातोः लङ् इति न अव्ययं यदि न अव्ययपदं यदि सप्तम्यन्तं द्विपदन्तसूत्रम्. अभिज्ञानवचने लिरिट् इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः. अनतिदिने लङ् इत्यस्मात् अनतिदिन इत्यस्य अनुवृत्तिः. प्रत्ययः धातोः भूते इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रम्. अज्ञानवचने अनतिदिनभूते यदि धातोः लिट् प्रत्ययः न. अभिज्ञानवचने लिट् इति सूत्रेण स्मृतिबोधकार्थेन यदा धातोः अस्ति चेत् तत्तु भूत अनतिदिनकाले भवति चेत् लिट् लकारः भवति इति अभिज्ञानवचने लिट् इति सूत्रं वदति. परन्तु यदा धातोः सः यत् शब्दः प्रयुज्यते तदा स्मृतिबोधकार्थेन अपि भूतकाल अनतिने अपि अस्ति चेत् अपि लिट् लकारः न भवति. तत् अनतिदिन लङ् इति सूत्रेण एव अत्र लङ् लकारः भवति इति तस्य सूत्रस्य अर्थः. तदेव उदाहरणेन अपि अत्र दत्तम्. अभिज्ञानसि कृष्ण यत् वने अभुञ्चामहि इति स्मरसि कृष्ण यत् वने वयम् आकादाम. लिट् लकारः भवति चेत् अत्र भविष्यत्कालस्य अद्य वक्तुं शक्यते. अत्र यत् शब्द उपयुज्य उपयोगं कृतः अत्र अतः वयम् आकादाम इति लङ् लकारे अत्र दत्तम् इति. लिट् लकारः भवति स्म इट् मीन्स् टु हेपन् बट् किन्तु यत् पदं यदा उपयुक्तं यत् पदम् अत्र यत् इति अत्र उक्तम् अतः यत् पदम् अस्ति चेत् लिट् लकारः निषेधः भवति अतः लङ् लकारः भवति अनदने लङ् इति सूत्रेण. अभिज्ञानवचने लिट् सम्पूर्णता. अनुवृत्तिसहितसूत्रम्. अभिज्ञानवचने अनदिने भूते यदि धातोः लिट् प्रत्ययः न तदैव अत्रापि दत्तम्. अभिज्ञानवचने भवति चेत् अनधिजनभूतकाले अपि अस्ति धातोः यत् शब्दः प्रयुज्यते चेत् तत्र लिट् लकारः न भवति इति सूत्रस्य अर्थः. महोदय धन्यस्मि. महोदय अवगतं. महोदय धन्यवादः. भगिनी वर्गे चर्चा जाता यदि इति. यत् इति यत् शब्दः अस्ति त तत् अव्ययः अस्ति, कथं यदि इति सप्तम्या विभक्त्याम् अस्ति सूत्रे इति चर्चा जाता. अव्ययपदमिति एव किल, वदतु भगिनि, चर्चा जाता, किं किं जातं? यत् इति अव्ययः अस्ति साधु, यत् इति त्रिषु लिङ्गेषु अपि भवति, यत् इति यथा यस्यां वा यस्मिन् इति भवितुं शक्नोति, किन्तु अत्र तु अव्ययः इति लिखितुमस्ति. तत्र कथं यदि अत्र सप्तम्या विभक्त्यां सूत्रे दत्तम् अस्ति, समाधानमस्ति सूत्रेषु पाणिनी यदि सप्तम्यां विभक्त्याम् अव्यय इति अनुकरणं करोति इति अस्ति. अपि अहं चिन्तयामि अत्र कुत्र भगिनि यत् इति किमस्ति अव्ययमिति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते इति दत्तमस्ति द्वितीयवाक्यम् अस्मिन् सूत्रे. अस्तु भगिनि, सूत्रेषु पाणिनिः उपयोगं करोति. यस्य इति भिन्नशब्दः, यत् इति भिन्नशब्दः खलु, यत् इति भवति साधु, सत्यं सत्यं सत्यं, यत् तत् इति भवति. तत्र वयं वदामः न यस्मिन् वा यस्यां स्त्रीलिङ्गे नपुंसकलिङ्गे यस्मिन् अपि भवति. तर्हि समाधानं किम् उक्तवान् महोदय? समाधानम् अव्ययः अस्ति, किन्तु पाणिनि सप्तमी विभक्ति सूत्रेषु उपयोगं करोति तस्य पाणिनीयसूत्रेषु. तत्र वाक्यमपि प्रयोक्तुं शक्यते खलु, वाक्यं सूत्रेषु इति तस्य शैली अस्ति. न, साक्षात् यत् इति अव्ययं नास्ति इति अस्ति खलु, इति न उक्तं, किन्तु न सामान्यतया वाक्ये प्रयुज्यते यत् इति पदं, तत् अव्ययं नास्ति. अत्र अव्ययं कृतम् अस्ति न, अव्ययः इति अस्ति न, उपपदी तत्र वाक्ये यत् इति अव्ययपदं तस्मिन् वाक्ये इति उक्तं. स्मृतिबोधकपदस्य उपपदे सति, स्मृतिबोधकपदम् इति उपपदे तस्य अस्ति. आं भगिनि, यत् इति अव्ययपदं तस्मिन् वाक्ये इति अस्ति, इत्युक्ते वाक्ये यत् इति अव्ययपदस्य प्रयोगं यथा भवति तदा इति भवति खलु, किन्तु वाक्ये तु यत् इति अव्ययस्य प्रयोगः न भवति, तत्र तु अव्ययं नास्ति, यत् तत् यस्य तस्य इति भवति खलु. अभि जानासि कृष्ण यत् वने अभुञ्जमयी, अत्र अव्ययः अस्ति, न तु कोऽपि यत् तत् तद् सः यत् तत् नास्ति वा, अहं पश्यामि शब्दकोशे यत् इति अव्ययमपि अस्ति वा, अव्ययमपि अस्ति. अस्तु, यस्मात् यत् इति अत्र हेतुः इति दत्तमस्ति, हेतुः इत्यस्मिन् अर्थे प्रयोक्तुं शक्यते इति. अस्तु भगिनि, अत्र आम् आम् अवगतम् अवगतम्, समीचीनम् भगिनि. अग्रे विभाषा साकांक्षे स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लुट् लकार विकल्पेन भवति यदि सत्यपि असत्यपि, यदा सम्बन्धक्रियाव्ययम् अस्ति अपि च एकस्य आवश्यकता भवति अपरस्य अर्थपूरणार्थम्. उक्तविषये लट् वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेत् धातु अर्थ इति सिद्धान्तकौमुद्याम्. अभिज्ञावचन उपपदे यत् शब्दसहिते केवले च विभाषा लुट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायां. साकाङ्क्षशब्दस्य अर्थ एवम् अस्ति, क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं लक्षणम्, अन्या क्रिया भवति लक्ष्यम्. एकया क्रियया अपरस्या अर्थपूर्तिः यथा अभिजानासि देवदत्त कश्मीरान् गमिष्यामः तत्र सप्तून् पास्यामः अथवा विकल्पेन अभिजानासि देवदत्त कश्मीरान् अगच्छाम तत्र सप्तून् अपि वाम अत्र गमनं लक्षणं पानं लक्ष्यं पुनः यत् शब्दस्य व्यवहारे सति अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः अथवा यत् कश्मीरान् अगच्छाम यत् तत्र ओदनं भोक्ष्यामहे अथवा यत् तत्र ओदनं भुञ्जमहि आकाङ्क्षया सह वर्तते साकाङ्क्षः इति सहपूर्वपदबहुव्रीहि विभाषा प्रथमान्तं साकाङ्क्षे सप्तम्यन्तं द्विपदमिदं सूत्रम् अभिज्ञावचने लृट् इत्यस्य सम्पूर्णरीत्या अनुवृत्ति अनद्यतने लङ् इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्ति प्रत्ययः धातोः भूते इति एषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातो लृट् प्रत्यय विभाषा सूत्रमस्ति विभाषा साकाङ्क्षे इति सूत्रम् अस्ति यत् प्रथमं सूत्रं वयं कृतवन्तः अभिज्ञावचने लिट् तस्य स्मृतिबोधक उपपदे सति भूतनद्यतनकाले तस्य सम्पूर्णस्य अनुवृत्तिः अस्ति धातोः लिट् लकार विकल्पेन भवति इति विभाषा अति विकल्पेन भवति प्रथमसूत्रम् अस्ति तत्र केवलम् अभिज्ञावचने सति लिट्लकारस्य प्रयोगः अस्ति अनद्यतनकाले भूतकाले किन्तु अत्र अस्ति लिट्लकार अनद्यतनकाले स्मृतिबोधक उपपदे सति लिट्लकार विकल्पेन भवति निमित्तं किम् अस्ति साकाङ्क्षे साकाङ्क्षे इत्युक्ते किम् अस्ति यत् अस्ति सम्बन्धक्रिया भवेत् सम्बन्धक्रिया इत्युक्ते किं क्रिया द्वे भवतः द्वे क्रिये ये स्तः तत्र परस्परसम्बन्धः अस्ति कीदृशसम्बन्धः अस्ति लक्ष्यलक्षणं भावसम्बन्धः अस्ति एका क्रिया लक्षणं सूचयति द्वितीया क्रिया लक्ष्यसूचयति तस्य एका क्रिया पूरणार्थं द्वितीया क्रिया यत् भवति इति बोधुं विभाषा स्मृतिबोधक उपपदे सति अनदतनकाले लित् लकारस्य विकल्पेन बोधः भवति इदानीं यत् एतत् वक्तव्यं तत्र यदि वा यदि यत् पदं भवेत् वा न भवेत् तस्य कापि तस्य प्रयोगः भवेत् वा न भवेत् इति कोऽपि निमित्तं न भवति इदानीं कारणं कि यत् साकाङ्क्षा यत्र वर्तते तत्र यदि भवे यत् पदं भवेत् वा न भवेत् इत्यस्य कोऽपि सम्बन्धः न भवति अतः यत् भवेत् वा न भवेत् सति असति इति दत्तम् अस्ति अस्माकम् उदाहरणम् अस्ति अभिजानासि देवदत्त कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः इति अस्ति एक लिट् लकारस्य प्रयोगः अभिजानासि देवदत्त अभिजानासि भवति स्मृतिबोधकपदं देवदत्त इति यज्ञदत्त देवदत्तं स्मारयति अभिजानासि त्वं कश्मीरान् गमिष्यामः यदि भूतकाले अनद्यतनभूतकाले इत्युक्ते ह्यवभाविकाल यत् चिरकाल अभवत् तस्य इदानीमपि अनुभूतिः अत्र अस्ति इति सो अभिजानासि देवदत्त कश्मीरान् गमिष्यामः अत्र लिट् लकारस्य प्रयोगः अस्ति कश्मीरान् गमिष्यामः तत्र सप्तून् पास्यामः इत्युक्ते ते कश्मीरदेशे गतवन्तौ तत्र सक्तून् अपिबन्तः साधु अपिबन्ताम् इति अपिबाम अत्र अपिबन्त अपिबन् तां तम् अति साधु ताम् अन्त इति खलु द्विवचने द्विवचने अपिबन्तां खलु किं नकारः नास्ति अपिबताम् अपिबताम् अस्तु आम् धन्यवादः तत्र दत्तमस्ति अभिजानासि एतत् कश्मीरान् गच्छामः तत् सकून् अपिबाम अत्र वयं गतवन्तः तत्र अपि सकून् वयं पिबत पिबामः स्म इति इति आगच्छति लिट् लकारस्य प्रयोगः किन्तु विकल्पेन अस्ति विकल्पेन विकल्प किम् अस्ति अन्यत् पक्षे इति भवति लङ् लकारस्य प्रयोगः यदि व्यवहारे अपि जानाति देव अति लङ् लकारस्य प्रयोगः अपि जानाति देव दत्त कश्मीरान् अगच्छामः तत्र सत्तून् अपि भाम इति अस्ति साकांक्षा क्रियाद्वयम् अस्ति एका क्रिया कश्मीर गच्छामः तत्र अस्ति गमनक्रिया तत्र गमनक्रियायाः लक्ष्यं किम् अस्ति सत्तून् पिबनं तु तत्र अस्ति द्वितीया क्रिया तु एकपक्षे अस्ति लिट् लकार द्वितीयपक्षे अस्ति लङ् लकारस्य प्रयोगः लङ् लकारकारके अनद्यतनकाले वयं जानीमः लङ् लकारस्य प्रयोगः भवति इति अस्ति अनुवृत्तिसहितसूत्रमस्ति अभिज्ञावचने अनद्यतने भूते साकाङ्क्षी धातो लित् प्रत्ययविभाषा सो अभिज्ञावचने इति भवति उपपदसप्तमी यथा तत्रो उपपदे सप्तमी स्थितम् इति सूत्रेण अभिज्ञावचने तस्य सप्तमी विभक्तिः अस्ति उपपद संज्ञा भवति अनर्जतनभूते इति काल सूचयति अनद्यतनभूतकालस्य सङ्केतं करोति तो इति अनद्यतनभूते साकाङ्क्षे इति अपि सप्तमी विभक्तिः अस्ति तत्र साकाङ्क्षा इति परस्परसम्बन्धद्योतति द्वयो क्रियायोः लक्षणक्रियायोः धातोः इति पञ्चमी विभक्तिः तत्र लिट् प्रत्ययः प्रथमा विभक्त्याम् अस्ति विभाषा इति भवति विकल्पेन लङ् लकारस्य प्रयोगः भवति इति अस्ति अपि महोदय सूचितवान् साकाङ्क्षा अत्र बहूनि समासः अस्ति अतः साकाङ्क्षा सामान्यतः इति स्त्रीलिङ्गः भवति अत्र आकाङ्क्षा स वर्तते साकाङ्क्षः इति सः पद पूर्वपदं बहुव्री अस्ति सो बहुव्री समासे लिङ्ग परिवर्तते तु अतः साकाङ्क्ष अत्र पदं यत् अस्ति इति पुल्लिङ्गे अस्ति न तु स्त्रीलिङ्गे अस्ति नूतनं पठामः वा तर्हि वयं तत्र तत्र वाक्यत्रयं गते सप्ताहे लिखितवन्तः अत्र चाट् मध्ये अग्रे गच्छामः सूर्यकुमारी भगिनी पठितुं शक्नोति वा भगिनि नूतनविषयः अस्ति तत्र तर्हि भगिन्यः महोदय ये मङ्गलवासरस्य वर्गे आगतवन्तः कृपया बोधयन्तु कुत्र भगिनि तत्र लृट् लकारः इति करपत्रे आशंसायां भूतवच्च इति सूत्रमस्ति खलु आशंसायां भूतवच्च भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षायां भविष्यत्काले भगिनि न शृणुमः भगिनि, ध्वनिः न सम्यक् न श्रूयते, हेड्सेट् कृपया पश्यतु. न श्रूयते भगिनि, भिन्नतु दूरवाणी आगच्छति वा. पुष्पा भगिनी पठितुं शक्नोति वा. आं भगिनि एकनिमिषम्. भवत्याः ध्वनिः सम्यक् न श्रुतः खलु, भगिनीं प्रार्थितवती, अधुना पुनः आगतवती वा. प्रयत्नं करोतु भगिनि तर्हि. आशंसयां भूतवच्च भविष्यत् कालार्थे भूतकालस्य वर्तमान. भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षायां. भविष्यतिकाले भूतवत् वर्तमानवत् च प्रत्ययः वा. भगिनी भविष्यत्काले या भविष्यति काले भविष्यत्कालेन भविष्यत्काले मुद्रणदोषः भगिनि. भविष्यत्काले भूतवत् वर्तमानवत् च प्रत्यया वा चुराशंसायाम् इति सिद्धान्तकौमुद्याम् आशंसा इत्युच्यते. आशंसा भविष्यति एव भवति, तदापि आशंसयाः विवक्षायाम् अनेन सूत्रेण धातोः भूतकालार्थकस्य वर्तमानार्थकस्य प्रत्ययः विकल्पेन विधीयते. भूतवत् इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्. अतः सामान्यभूते लुङ् इत्यस्य एव व्यवहारः अत्र न तु लङ् वा लिट्. निदर्शने उपाध्यायच्छेदसमासः भगिनि सम्यक् न अवगन्तुं शक्नुमः भगिनि. उपाध्यायच्छेदसमर् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्ये ग्रीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे इति. अध्यापकः यदि आगच्छति तर्हि व्याकरणं पठेत् भगिनी न श्रूयते भगिनी कृपया. क्षम्यतां भगिनि, न श्रुणोमि भगिनि, पठामि भगिनि, क्षम्यतां भगिनि. उपाध्यायश्चेगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्ये ग्रीष्महि वा अधीतः वा अधीमहे वा अध्येषामहे वा अध्येषामहे इति एकवारं वदामि. निदर्शने उपाध्याय चेत् चेत् आगमत् अगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणम् अध्यधीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे वा अध्येष्यामहे इति ते सर्वे उपयुक्तं शक्नुमः. अध्यापकः यदि आगच्छति तर्हि वातावरणं पठेम. आशांसायां सप्तम्यन्तं भूतवत् अव्ययं च अव्ययं कृपनिर्गं सूत्रं वर्तमानसमीपे वर्तमान इत्यस्मात् वर्तमानवत् वा इत्यनयोः अनुवृत्तिः अनुवृत्तिः प्रत्ययः धातोः धातोः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् आशांसायां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा परश्च. एतत्तु पृच्छं मया वर्गसमये त्रीणि इति, परन्तु महोदय उक्तं चत्वारः वा इति विभाषा अस्ति न अत्र नास्ति अस्तु भूतवत् च इत्र इत्यनेन भूतकालः वर्तमानकालः आशायाः वर्तमान त्रीणि आशांसा अपि ते सर्वे एतद् सूत्रस्य कार्यमस्ति. अत्र उपाध्यायः आगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते सर्वे उपयुक्तं शक्नुमः. अत्र व्याकरणम् अद्य ग्रीष्महि वा अधीतवन्तः वा अधीमहे वा अध्ये श्यामहे वा ते सर्वे चत्वारः रीत्या उपयुक्तुं शक्नुमः इति. अवगतं भगिनि तद्, किन्तु मम प्रश्नः अस्ति प्रथमवाक्यद्वयम् अत्र संयुक्तं खलु, अध्यापकः आपकः आगच्छति इति प्रथमवाक्यं, अध्यापकः वाक्यं यदि अध्यापकः तर्हि तर्हि व्याकरणं प्रथमं मम अवकाशं ददातु प्रश्नस्य कृते, तदनन्तरं वाक्यम् एवम् अर्थः एवं बुध्यते यदि अध्यापकः आगच्छति तर्हि व्याकरणं पठामः इति अस्ति. यदि अहं प्रथमवाक्ये, तर्हि वाक्यद्वयम् अस्ति खलु, तदा अहं प्रथमवाक्यं लङ्लकारे द्वितीयवाक्यं लृट्लकारे प्रयोक्तुं शक्नोमि वा? नो चेत् उभयमपि समानलकारम् उपयुज्य पठितव्यं वा? उभयं समानलकार भगिनि. तत्र कुत्र उक्तम् अस्ति तथा? न, महोदयेन उक्तं प्रादेशिकभाषायां प्रायः एतावद् वयं कर्तुं शक्नुमः. तस्य दार्ढ्येन वक्तुं न शक्तवान्. पृष्ट्वा वदामि इति तेन उक्तम्. ओ ओ, किन्तु तस्य मतम् अस्ति तत्र उभयमपि समान लकारः, उभयोः अपि समानलकारः आवश्यकी इति, खलु? एक्सेप्ट् वक्तुं शक्नुमः, पठेम इति अस्ति. हा, अध्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम. अत्र पठेम विधिलिङ्गलकारे अस्ति, इत्युक्ते आशा अस्ति किल, तेन कारणेन यदि आगच्छति तर्हि व्याकरणं पठामः इति न तेन लिखितं. पठेम इति डेलिबरेट्लि विधिलिङ्ग आशंसाय कृते तेन लिखितं, तर्हि भवितुम् अर्हति खलु महोदयेन? तर्हि भिन्नलकारेण भवितुम् अर्हति वा? श्रूयते वा भगिनि? आं भगिनि, लोके इति यथा भगिनी उक्तवती, लोके इति प्रयोग दूरवाण्याः प्रतिध्वनिः अस्ति. यद् मया उक्तं तद् श्रुतं किं न? तद् अवगतं, भवती उक्तवती एवम् अवगतं. साक्षात् तत्र भिन्नलकारम् उपयुज्य महोदयेन लिखितम् एतत् वाक्यं खलु, अध्यापकः यदि आगच्छति इति लट्लकारे, अनन्तरं तर्हि व्याकरणं पठेम इति विधिलिङ्ग्लकारे. तर्हि यत्र लङ्लकारः लृट्लकारस्य प्रयोगः भवति तत्रापि भिन्नभिन्न, तत्र किमित्युक्ते विधिलिङ्ग्लकारस्य तु समयस्य तत्र सूचना नास्ति. तर्हि विधिलिङ्ग्लकारः भूते अपि प्रयोक्तुं शक्यते, वर्तमाने अपि प्रयोक्तुं शक्यते, भविष्यति अपि प्रयोक्तुं शक्यते, तत्र चिन्ता नास्ति. किन्तु यत्र लङ्लकारः अस्ति, लृट्लकारः, समयकालम् एकनिमिषं भगिनि पूरयामि. समयकालं साक्षात् सूचयति खलु, समयस्य सूचनार्थं प्रयुक्तः भवन्ति. तर्हि तादृशसन्दर्भेषु तत्र मिश्रणं कृत्वा प्रयोक्तुं शक्यते वा इति मम भ्रमः अस्ति. मिश्रणं न कर्तुं शक्नुमः, तत्तु एतद् एकनिमिषः अहं वदामि. एतद् आगतः इति अस्ति चेत् अध्यगीष्महि. तत्र मम संशयः नास्ति, एकत्र भूतकालः तवतु वा भवतु इत्तवा भवतु, अन्यत्र लङ्गु वा तवतु वा इत्तवा भवतु, तत्र चिन्ता नास्ति. किन्तु एकत्र भविष्यत्काललकारः यथा लृट्लकारः, अन्यत्र भूतकाललकारः यथा लङ्लकारः, तथा यत्र कालस्य भेदः सूच्यते तादृशप्रयोगेण वक्तुं शक्यते वा इति. लङ्लकारे आगतः आगच्छति एतद् वदति चेत् तदेव अधीमहे, अध्येष्यामहे, आगमिष्यति. तर्हि कालसूचकः शब्दः अपेक्षितः खलु? इति पुष्पा भगिन्याः मतं. विमला भगिनी किं वदन्ति? महोदयेन निश्चयेन किमपि न उक्तं, तेन उक्तं यत् प्रादेशिकभाषायां भवति परन्तु संस्कृतभाषां तावत् भवति वा न इति पृष्ट्वा वदामि इति तेन उक्तम्. भगिनी तदेव महोदय पृष्ट्वा वदिष्यति इति. अस्तु, मया पृष्टं तत् त्रीणि रूपाणि, परन्तु महोदय उक्तं चत्वारि रूपाणि सन्ति. इन्फेक्ट् इत्ते तावत् उभयमपि प्रयोक्तुं शक्यते खलु? तदेव पञ्च भवति तर्हि तदा स्वीकुर्मः चेत्. लट् लङ् न न त्रीणि त्रीणि आसान् चत्वारि एव न भगिनि पञ्च लट् लङ् लृट् त्रीणि जातं खलु तदनन्तरं विधिलिङ्गमपि प्रयोक्तुं शक्यते तदनन्तरं तदेव तदनन्तरं तव तु प्रयोक्तुं शक्यते तदनन्तरम् इक्त अपि प्रयोक्तुं शक्यते तर्हि षड् भवति किमर्थं अधुना एव विधिलिङ्गमपि प्रयोक्तवान् खलु महोदय विधिलिङ्गप्रयोग महोदय उक्तवान् कारणकी इति अवगन्तुं अस्य अर्थं किम् अस्ति तस्य अर्थं बोधितुम् इति लिखितवान् तर्हि दोषाय अस्ति चेत् तया न प्रयोक् दोषाय न अस्माभिः बोधितुम् इति किन्तु तर्हि लट्लकारः एव पर्याप्तं खलु किमर्थं विद्या न विद्युलिङ्ग् इति कारणं कि आशा भवति आशा भविष्यकाले इति तस्य पूर्तिः भवति यदि भविष्यकाले भवति तो भविष्यकालस्य अर्थः अपि विद्युलिङ्गप्रयोगः भवति इति महोदय अस्माभिः महोदयस्य वाक्ये दोषः नास्ति इति वदति चेत् साक्षात् अन्यत्रापि प्रयोक्तुं शक्यते खलु न न न महोदय इति अस्माकं बोधनार्थम् इति लिखितवान् अध्यापकः यदि आगच्छयोगः दोषाय भवति वा इति प्रश्नः विधिलिङ्गकारम् उपयुज्य यत्र लिखामः तत्र दोषाय भवति वा इति मम प्रश्नः न यत् सूत्रस्य अर्थम् अस्ति तत्र त्रय भूतकाल भविष्यतकाल लिट् लकार भूतकालस्य लुङ् लकार अपि वा निष्ठा इति महोदय कित्तप्रत्यय उक्तवान् अपि वर्तमानकाल यत् अस्ति भूतकालस्य द्वयं लुङ् लकार वा निष्ठा वर्तमानकाल अपि भविष्यतकालस्य लिट् लकार यत् महोदय लिखितवान् अध्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम इति अस्मान् बोधितुम् इति लिखितवान् तर्हि दोषाय अस्ति सूत्रे न सूत्रस्य अर्थं न सूत्रस्य अर्थम् इति बोधितुम् इति लिखितवान् एतदेव आसाम् न्याय अस्ति अप्राप्तस्य प्रियार्थस्य प्राप्तुम् इच्छा इति अस्ति साधु अप्राप्तस्य प्रियार्थस्य प्राप्तुम् इच्छा आशा किम् अस्ति तस्य अर्थं महोदय लिखितवान् किन्तु दोषाय अस्ति इति दोषाय नास्ति दोषाय नास्ति सम्यक् अस्ति तदेव यद्यपि सूत्रेण न उक्तं तथापि तेन विधिलिङ्ग् साधु भवति खलु इति मम प्रश्नः अवगमनं भवति साधु विधिलिङ्ग् यदि लिखामः भवति तर्हि तदपि साधु एव अस्ति यद्यपि सूत्रेण तत्र विधिलिङ्ग् प्रयोगस्य विषये न उक्तं तथापि विधिलिङ्ग् अपि साधु भवति विविक्षायाम् अनेन सूत्रेण धातोः भूतकालार्थश्च वर्तमानार्थकालश्च प्रत्ययः विकल्पेन विधीयते तत्सर्वे विधीयते इति वदति अत्र सूत्रे नास्ति भगिनि सामान्यतया अत्र विधिलिङ्गकार अपि तादृशं प्रयुज्य वक्तुं शक्यते वा इति मम प्रश्नः आसीत् मम प्रश्नद्वयम् अस्ति वदतु भगिनि आशा इति आशंसा इति द्वयोः अर्थसमानं भवति साधु आशंस इति धातु शस् इत्यस्मात् व्युत्पत्ति साधु आशंसा आम् शस् इति धातु आशा इति कीदृशपदमस्ति उपसर्ग आशिः इति अशु इति पदात् आगच्छति भगिनि, भिन्नक्रियापदम् अस्ति. अस्तु, किन्तु अर्थं समानम् अस्ति साधु. आशंसति, आशस् अपि विश्यसि साधु इति भासते. द्वितीयप्रश्नः अस्ति, यत्र महोदय लिखितवान् उपाध्याय यत् उपाध्यायः चेत् अगमत् इति भवति. अगमत् इति चेत् इति उपयुज्य लिखितवान्. उपाध्यायः अगमत् चेत् एते व्याकरणम् अद्य गीष्महि इति. कथम् अद्य गीष्महि इति आगच्छति? अद्य गीष्महि इति तत्र लुङ्लकारः लङ्लकारः नास्ति वा? अहं न चिन्तयामि. गीष्महि इति अपि लुङ्लकार अस्ति. अद्य पश्यामः, सूत्रम् अस्ति, अहं दृष्टवती. एते इति अद्य गीष्महि नास्ति, अध्येष्यामि अध्येष्यन्ति इति भवति खलु. या अध्येष्यन्ति इति लिट्लकार भवति, लिट्लकारः भवति. लङ्लकारः किं भवति पश्यामि. लङ्लकारः तु अध्यायन् इति भवति. अध्यायकं लुङ्लकारस्य प्रयोगः भवेत् साधु. किमर्थं लुङ्? कारणं कि सामान्य भूतकाल लुङ्लकार अस्ति साधु. सामान्य लुङ्लकारः सत्यं सामान्य. तर्हि अद्य अद्य अद्य गुः इति भवति गीष्महे. न भगिनि, अद्य गुः अहं शब्द को तत्र किमस्ति, धातु अस्ति एन् गतौ उपसर्गयोग इङ्गतौ इति अदादिगण्यधातुः अस्ति, किन्तु गीष्महि इति रूपं कीदृश इति धातुः नास्ति भगिनि. इक् स्मरणे इति भवेत् खलु. ओके, इक् स्मरणे साधु. अस्तु, ओ तथा गी अस्ति, ककार ककार भवति इङ्ग् अध्ययने. आम् इङ्ग् अध्ययने. आम् अद्य गीष्महि इति, अद्य गीष्महि, अद्य गीष्महि इति भवति. एते अद्य गीष्महि नास्ति खलु, अद्य गीषत इति भवति खलु. वयम् आसीत् चेत् अद्य गीष्महि भवति. वयम् अद्य गीष्महि, एते इति मास्तु, तत्र वयम् इति परिवर्तनीयम्. अत्र अद्य गीष्महि साधु नास्ति, न न वयम् इति परिवर्तनीयम्. एते इति पदं मास्तु, वयम् इति परिवर्तनीयम्. अगमत् चेत् अगमत् इति पदमपि तत्र लङ्लकारः अस्ति खलु, तत् तु लुङ्लकार अगमत् लङ्लकार अगच्छन् अगच्छत् इति भवति. अगमत् चेत् इति चेत् प्रयोगः, चेत् वयम् अद्य गीष्महि इति व्याकरणम् अद्य गीष्महि इति भवति, वयम् इति भवेत्. अस्तु, उत्तमपुरुषस्य. सो अद्य गीष्महि इति लृट्लकारः अस्ति साधु. न भगिनि, अद्य गीष्महि इति लुङ्लकारः अस्ति. लुङ्लकारः अस्ति, तत्र श्महि अस्ति आगच्छति वा तत्र? अस्तु, न उत्तमपुरुषे, उत्तमपुरुषे गीष्महि अस्ति. महि इति प्रत्ययः उत्तमपुरुषप्रत्ययः अस्ति खलु. अस्तु, अग्रे गच्छामः वा? प्रवचने लृट् इति तत्र तु समाधानम् इतोपि प्राप्तव्यम् अस्माभिः आशंसायां भूतवर्ष इति. पश्यामः, महोदय प्रायः अग्रिमे सप्ताहे वक्ष्यति. विमला भगिनी पठति वा भगिनि अग्रिमे इति वक्तव्यं भगिनि, यतोहि श्रवणसाधव उपयुजामि. श्रूयते वा? श्रूयते, श्रवणसाधनेन श्रुतं वा? एकनिमिषम्, अद्य श्रूयते, अद्य क्लियर् अस्ति वा, स्पष्टमस्ति वा भगिनि? अद्य स्पष्टमस्ति वा भगिनि? अस्ति अस्ति, स्पष्टमस्ति. अस्तु अस्तु, क्षिप्रवचने अनुलृट्, क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति भाषायाः विवक्षायां धातोः लृट् लकारः भवति. क्षिप्रवचन उपपदे आशंसायां गम्यमानायां धातोः लृट्ये भवति इति काशिकायां प्रचलिति शब्दस्य कथनेन क्षिप्रशब्दस्य समानार्थकाः शब्दाः अपि अन्यदपि पठे भगिनि. क्षम्यतां, पठामि तर्हि. क्षिप्रवचन इति अस्तु, क्षिप्रम् इति शीघ्रम् इति यत् अस्ति खलु, अस्तु. क्षिप्रवचने लृट्, क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायाम् इत्युक्ते आशंसायां विवक्षायाम् इत्येव अस्ति, धातोः लृट् लकारः भवति. क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोः लृट् प्रत्ययो भवति इति काशिकायां. वचन इति शब्दस्य कथनेन क्षिप्रशब्दस्य समानर्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्, आशु, त्वरितम् इत्यादीनि पदानि. निदर्शने उपाध्यायः क्षिप्रम् आगमिष्यति चेत् क्षिप्रं वयं व्याकरणम् अध्येष्यामहे इति भवति. अध्यापकः शीघ्रम् आगमिष्यति चेत् शीघ्रमेव व्याकरणं पठिष्यामः. क्षिप्रवचने सप्तम्यन्त्रं लृट् प्रथमान्तं द्विपदमिदं सूत्रम्. आशंसायां भूतवच्च इत्यस्मात् आशंसायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश. अस्तु, अत्र तु नियमयति खलु, पूर्वतनसूत्रं यत् आसीत् तत्र तस्मिन् ये तत्र तु लकारचतुष्टयं भवितुमर्हति, किन्तु तथा अस्मिन् सूत्रे यत्र क्षिप्रवचनमपि यत्र प्रयोगः भवति, शीघ्रम् इत्यस्मिन् अर्थे समानार्थकशब्दः यत्र प्रयोगः भवति, वाक्ये प्रयोगः भवति चेत् तर्हि केवलं लृट् एव भवतु इति नियमयति नियमसूत्रमस्ति एतत्. तर्हि क्षिप्रवचने लृट् इति, आशंसायां क्षिप्रवचने धातुः लृट् प्रत्ययः परश. यदि तर्हि तत्र यदि तर्हि उपयुज्य वदामः चेत्, यदि उपाध्यायः क्षिप्रम् आगमिष्यति, नो चेत् शीघ्रम् आगमिष्यति, तर्हि वयं व्याकरणं पठिष्यामः इति, केवलं रुट्लकारस्य प्रयोगः. अवगतं. प्रश्नः अस्ति वा भगिनी? विभक्ति आशंसायां सप्तमी भक्ति अस्ति, कीदृशसप्तमी अस्ति? विषयसप्तमी अस्ति खलु भगिनि, विषयसप्तमी अस्ति. क्षिप्रवचने भवति उपपद उपपद अस्तु, किन्तु प्रथमं यत् आशंसायां भूतवच तत्र आशंसायाम् इति उपपद सप्तमी नास्ति, साधु तत्रापि विषयसप्तमी एव अस्ति, साधु तत्रापि आशंसा इति तत्र विषयः अन्तर्भूतः अस्ति तावदेव खलु, न तु तत्र पदं प्रयोगः तत्र नास्ति खलु, आशा अस्ति इति किमपि पदस्य अत्र प्रयोगः नास्ति, सम्बन्धः अस्ति तत्रापि द्वयोः सम्बन्धः अस्ति, तत्र आशायाः विषये इत्येव अस्ति, तत्र शब्दस्य तत्र आकाङ्क्षा नास्ति. अस्तु, इतोपि एकं तत्र तत्र परिच्छेदं वर्तते, प्रकृतसूत्रमिति तत् पठामः. अरुणभगिनी श्रूयते वा? आं भगिनि, प्रकृतसूत्रं प्रकृतसूत्रम् आशंसायां भूतवच्च इत्यस्य अपवादः यतोहि आशंसायां भूतवच्च इति सूत्रेण क्षिप्र अवस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिक च प्रत्ययः विधेयते स्म. क्षिप्रवचने लृट् इत्यनेन केवलं लृट् लकारः भवति. प्रश्नः उदेति यत् प्रकृतसूत्रे लृट् इति वदनस्य आवश्यकता नास्ति, आशायाः प्रसङ्गे बहिष्कारः स्वाभाविकः अतः लाघवार्थं न क्षिप्रवचने क्षिप्रवचने इति पर्याप्तम् आसीत्। उत्तरत्वेन उच्यते यत् लुट् इति वदनस्य आवश्यकता अस्य एव समष्टीकरणार्थं यत् लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि यथा स्वः क्षिप्रमध्ये मध्येषामहे स्वः क्षिप्रं पठिष्यामः प्रश्नं करोमि। अधुना सूत्रम् अन्यसूत्रमस्ति आशंसायां पूर्वं पठितवन्तः आशंसायां भूतवत् इति अपवादः अपवादः नास्ति खलु नियमे नियमयति खलु केवलं नियमः अस्ति तत् न सङ्कोचनम् नियमसूत्रम् इति भवति खलु अत्र तु सङ्कोचयति क्षेत्रं सङ्कोचयति तावदेव खलु तर्हि नियमसूत्रमेव किमर्थम् असंशयाः भूतवत् इति सूत्रेण किं भगिनि वदतु वदतु भगिनि क्षिप्र क्षिप्र अवस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिक च प्रत्यय विधीयते स्म। ओके सूत्रे वाक्यक्षिप्र इति पदम् अस्ति चेत् भूतकालः भवति वचने वा वर्तमानकालः वा यदि अशं भूतवच इति सामान्यम् अस्ति क्षिप्रवचने इति पृथक् सूत्रं नास्ति चेत् किं भवति क्षिप्रवचनप्रयोगं भविष्यति चेत् अपि भूतकाल वा वर्तमानकाल वा भविष्यत्काल वा भवति स्म त्रयाणामपि चतुर्णामपि भवति स्म चतुर्णां वा पञ्चानां वा भवति स्म किन्तु क्षिप्रवचने लृट् इति नियमसूत्रेण किं जायते केवलं लृट् लकारस्य तत्र विधानं भवति खलु तर्हि अन्य भूतकालस्य वा वर्तमानकालस्य वा विधानं न भवति इति कृत्वा तत्र प्रश्नः उदेति यदि क्षिप्रवचने इति पर्याप्तम् आसीत् लृट् इति न सामान्यतया यत्र आशा भवति तदा तु आशा इत्युक्ते भूतौ नासीत् वर्तमाने नास्ति भविष्यत्काले प्राप्तुम् आशा इति एव वदामः खलु तर्हि साक्षात् पश्यामः चेत् सामान्यनियमः भवति भविष्यत्कालः भवति लुट् लकारः एव भवति खलु यत्र आशंसा वर्तते यदि आशंसायां भूतवच्च इति सूत्रं यदि नास्ति तर्हि केवलं भविष्यत्कालः भवितुम् अर्हति तथा एव तत्र तथैव अर्थः तत्र अवबुध्यते खलु भविष्यत्कालस्य अर्थः स्वयम् अवबुध्यते तर्हि तादृशप्रसङ्गे तु तत्र क्षिप्रवचने इति यत्र अस्ति तत्रापि लृट् इत्यस्य आवश्यकता नास्ति किमर्थम् इत्युक्ते क्षिप्रवचने वा भवतु आशंसा अस्ति चेत् साक्षात् तु भविष्यत्कालः तत्र तत्र अन्तर्भूतः अस्ति भविष्यत्काले इति अन्तर्भूतम् अस्ति तर्हि लाघवार्थं किमर्थं पाणिनिः न त्यक्तवान् इति प्रश्नः अस्ति तर्हि तस्य उत्तरम् उक्तम् अस्ति स्पष्टीकरणार्थम् इति अवगच्छामि किन्तु लुट् इत्यस्य व्यवहारः न भविष्यति लुट् कुत्र भवति भूतकालार्थे सामान्य लुट्कारः एव अनद्यतने लुट् इति तस्य मास्तु इति अवगच्छति इति सङ्कोचयितुं स्पष्टीकर्तुं तत्र क्षिप्रवचने लुट् इति प्रयुक्तमस्ति अवगतं धन्यवादः अन्यं किमपि वक्तव्यं किम् अत्र तावत् कृतवन्तः तर्हि विरमामः किम् अस्तु धन्यवादः स्पष्टीकृतवती यत्र वयं गते सप्ताहे करपत्रे वयं लिखितवन्तः, मम पटले मया प्रदर्शितम् आसीत्, अभिज्ञावचने लृट् इति यत्र अनद्यतनस्य भूतकाल कालः अस्ति तदा तु अभिज्ञावचने उपदे सति लृट् लकारः, अनन्तरं लङ् लकारः अपि भवति इति अस्माभिः लिखितम् आसीत्, लङ् लकारः अस्तु इति अधुना भगिनी स्पष्टीकृतवती. किमर्थम् इत्युक्ते लङ् इत्यस्य अपवादसूत्रम् अस्ति इति कृत्वा, अपवादभूतकसूत्रम् अस्ति इति कृत्वा लङ् विधानं नवस् न भवति, लृट् विधानं भवति. किन्तु यत्र यत् शब्दः भवति तत्र तु केवलं लङ् लकारः भवति, लृट् लकारः न भवति. अनन्तरं विभाषा यत्र अस्ति सङ्काशा अपि वर्तते चेत् तदापि भवति लङ् अपि भवति उभयमपि. अभिज्ञावचने लृट् इति केवल लृट् न इति इति केवल लङ् विभाषा साकाङ्क्षे इति उभयोः अपि प्रयोगः भवितुमर्हति, लृट् वा लङ् वा इति. तथा एव अत्र तु किमस्ति आशां सायां भूतवच्च इति, भूतवच्च इति यद्यपि उक्तमस्ति तथा तु तत्र तु किमस्ति वर्तमानवच्च इत्यपि प्रयोक्तव्यं लुङ् लकार. तर्हि लुङ् वा निष्ठा भूतकालार्थे तत्र लुट् भवितुम् अर्हति वा? आशं सायां भूतवच्च इति नास्ति खलु, अनद्यतनार्थे एव लुट् इति कृत्वा अत्र तु लुटः विधानं न भवति, लृट् इति अन्तर्भूतम् अस्ति लृट् लङ् लुङ् भगिनि लुङ् लुङ् लुङ् अनन्तरं निष्ठा अपि अस्ति भगिनि लिखितप्रयोग तावत् एकनिमिषं लिखामि शेर् करोमि. काशिकां दत्तमस्ति निष्ठा उपयोग दृष्टवती अहं भगिनि. अनेन किं भवति आशंसायां प्रयोगे विवक्षायां किं भवति लट् लुट् तदनन्तरं किम् अस्ति भगिनि लृट् निष्ठा लुङ् लुङ् खलु लृट् लुङ् लुङ् लट् लुङ् लृट् निष्ठा इति खलु आशंसायां विवक्षायाम् इति. तदनन्तरं यत्र क्षिप्र शब्दः भवति क्षिप्रवचने लुट् इति लृट् इति भवति. अभिज्ञावचने अपि लङ् अस्ति तत्र निष्कास्य न लङ् न इति लिखितवती अस्तु लङ् मास्तु तत्र तु लृट् न इति. अत्रापि आशंसायाम् इति विवक्षायाम् इति अस्ति तत्र केवल तावदस्ति खलु. तत्र तदनन्तरं किम् आसीत् अन्यत् किमपि अस्मिन्नेव करपत्ने केवलं एक अग्रिमे सप्ताहे प्रथमं तु अनद्यतने लुट् इति आसीत् तदपि लिखामि सूत्रद्वयमेव अनद्यतने लुट् इति अस्ति तत्र तु अनद्यतन भविष्यत्कालः खलु अत्र तु अनद्यतन भविष्यत्कालः खलु अश्वभावी यत्र अस्ति तत्र तु किम् अश्वभावी अनद्यतनभविष्यत्कालः अस्ति नो चेत् अश्वभावि तत्र भवति अनद्यतनभविष्यत्कालः भगिनी श्वः अनद्यतनभविष्यत्काल श्वः अस्ति लिखो लिखितवती खलु शोभावे इति शोभावे भविष्यकालशोभ शोभावे इत्युक्ते भविष्यत्कालः एव खलु भविष्यत्कालशोभावे अस्तु श्वभावी इति द्वयो इत्युक्ते एवं लेखितम् अस्ति वा भविष्यत्काल श्व इति श्वः श्वभावी तत् साधु अस्ति तदनन्तरं सामान्य कोशके अस्ति लिट् लकार लिट् लकार केवलं ऋट् विधानस्य विषये यानि सूत्राणि पठितवन्तः तदेव अत्र तु भविष्यत्कालार्थे सामान्य भविष्यत्काल क्रियायां अनन्तरं व्योम व्यामिश्रे भविष्यत्काल पूर्वकाल भविष्यति क्रियार्थां क्रियायां सामान्य व्यामिश्रे व्यामिश्रे अपि अभिज्ञावचने लुट् तत्तु अग्रिमसूत्रमस्ति खलु विज्ञानं यदि लिट् भवति औदृश्येषु चेत् तत् नागच्छति लिट् स्टिल् अस्ति एक आकतक इत्युक्ते फ्यूचर् लाङ्ग् फ्यूचर् व्यामिश्रे अस्ति न अद्य वा श्वः अद्य वा श्वः स्पष्टीकर्तुं लिखितुं शक्नोति भगिनि अद्य वा श्वः व्यांसे दत्तम् अस्ति भगिनि अत्र लिखितवती अनन्तरम् अन्य अपि अस्ति लाङ्ग् फ्यूचर् अस्ति चेत् अपि लिट् भवति तदेव सामान्य भविष्यति तदेव सामान्य भविष्यति खलु भविष्यति इत्युक्ते सामान्य भविष्यत्कालः कालस्य किं किमपि न कदापि भवति इति न तदेव सामान्य भविष्यत्कालः सामान्य भविष्यति नो चेत् व्यामिश्रे नो चेत् क्रियायां क्रियातायां लुट्लकारः भवति तावदेव अस्ति खलु अस्मिन् करपत्रे तावदेव अस्ति किन्तु मनसि इतोपि मम तु अहं विस्मरामि गते सप्ताहे तस्माभिः पठितम् आसीत् तत्तु अस्मिन् सप्ताहे विस्मृतवती भगिनि महोदय चत्वारि वारं पृच्छति तदर्थमेव महोदय तादृशं करोति धन्यवादः विरमामः धन्यवादः भगिनि नमस्कारः धन्यवादः।